सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. सम्प्रति परिचितं सुभाषितं भगिन्या सम्पक्ष्यते प्रपक्ष्यते. भगिनी सुभाषितं स्मारयतु, सर्वैः श्रूयताम्. अस्मद्गुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनपशुः. हरि ओं. गुरुभ्यो नमः. धन्यवादः भगिनि. धन्यवादाः भगिनि. विद्या गुरुणा गुरूणाम् रैट्. अस्तु भगिनि, धन्यवादः. गुरूणां गुरुः. उत्तमम्. गीतासोपानवर्गं प्रति स्वागतम् इति उक्तं मया खलु. स्वागतम् इत्युक्ते सुयोगः, आयोगः, गम्योगः, क्ताप्रत्ययः. स्वागतं नपुंसकलिङ्गपदमस्ति. स्वागतम् इत्युक्ते सुखेन आगतं. तत्र सु इति उपसर्गः अस्ति, आ अपि उपसर्गः एव. गम् धातोः पूर्वम् उपसर्गद्वयं योजितमस्ति. सुयोगः, आयोगः, गम् धातुतः क्ता इति कृत्प्रत्ययः अस्ति. तेन स्वागतं. मया किमुक्तं? सम्प्रति परिचितं सुभाषितं सम्पक्ष्यते इति. सम्प्रति तत्रापि सम् इति उपसर्गः अस्ति, प्रति अपि उपसर्गः अस्ति. सम्प्रति इत्युक्ते इदानीम्, अस्मिन् काले, अधुना, साम्प्रतम् इत्यादीनि पर्यायवाचनः शब्दाः सन्ति. सम्प्रति इत्युक्ते अस्मिन् काले. सं च प्रति च द्वयोः समाहारः सम्प्रति. सम्प्रति इति अव्ययपदमस्ति. परिचितं परि उपसर्गः अस्ति. चि चयने तत्र धातुः, चि धातोः पूर्वं परि इति उपसर्गः अस्ति. परिचित इति क्तान्तरूपमस्ति. इमानि पदानि कृदन्तपदानि इत्युक्ते धातुतः कृत्प्रत्ययस्य योजनेन निर्मितानि. धातुतः द्विविधप्रत्ययाः योज्यन्ते. धातुतः तिङ्प्रत्ययानां योजनं भवति, तेन तिङन्तपदं सिद्ध्यति. धातुतः कृत्प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. परिचिता इति कृदन्तपदमस्ति. सुभाषितं तत्र भाषधातुः अस्ति. भाषते इति आत्मनेपदरूपमस्ति. सु इति उपसर्गः अस्ति. सुयोगः, भाषयोगः, क्ताप्रत्ययः. सुभाषितं, सुभाषितम् इत्युक्ते हितोपदेशः अथवा सुन्दररीत्या यत् कथितमस्ति तदेव सुभाषितं. सुन्दरतया कथितम् इदं. भिन्नरीत्या वक्तुमिच्छामश्चेत् सुभाषितम् इत्युक्ते सुष्ठुभाषितं. सुष्ठु इति पदमस्ति. सुष्ठुभाषितं, सुष्ठु इति पदम् ऊणादिप्रत्ययेन निर्मितम् इति मया पठितं. सुष्ठु इति पदं स्थाधातोः रूपं. स्थाधातुतः तिष्ठति इति रूपमायाति खलु, तथा एव स्थाधातोः रूपमेव सुष्ठु. अस्मिन् वाक्ये चत्वारि पदानि सन्ति. सम्प्रति, परिचितं, सुभाषितं, सम्पठ्यते. परिचितं, सुभाषितम् इमानि पदानि कृदन्तपदानि इत्युक्ते धातुतः कृत्प्रत्ययस्य योजनेन निर्मितानि इमानि. किन्तु धातोः पूर्वम् उपसर्गः अस्ति तत्र. सम्पठ्यते, सम्पठ्यते इति तिङन्तपदमस्ति. कर्मणि लट् रूपमस्ति. सम्पठ्यते, प्रपठ्यते इत्यादीनि रूपाणि. सम्पठ्य इति ल्यबन्तरूपं, प्रपठ्य इति ल्यबन्तरूपमस्ति. धातोः पूर्वम् उपसर्गाणां योजनेन बहूनि पदानि निर्मातुं शक्नुमः. धातोः पूर्वम् उपसर्गः आयाति. अस्माकं विषयः तु उपसर्गाः इति पाठः. तत्र प्रा इत्यादयः द्वाविंशति शब्दाः सन्ति. ते एव प्रादयः. ते प्रादयः एव क्रियायोगे उपसर्गसंज्ञकाः भवन्ति. उपसर्गाः नाम्ना व्यवहृताः भवन्ति ते प्रादेयः एव. उपसर्गाः क्रियायोगे इति सूत्रमस्ति. प्रादेयः एव क्रियायोगे उपसर्गसंज्ञकाः भवन्ति. उपसर्गाः सदा धातोः पूर्वम् आयान्ति. उपसर्गाणां योजनेन बहूनां नूतनपदानां निर्माणं कर्तुं शक्यते खलु. तदर्थमेव उपसर्गाणां प्रयोगः भवति. इत्युक्ते बहूनि नूतनानि पदानि निर्मातुं शक्नुमः. यथा आयोगः, गम् योगः, तिङन्तप्रत्ययः, आगच्छति इति रूपं सिद्ध्यति. अनु इति उपसर्गपूर्वकः, वद् धातोः रूपम् अनुवदति. अधि उपसर्गपूर्वकः, स्था धातोः रूपम् अधितिष्ठति. उपसर्गाणां प्रयोजनं किम् इति चिन्तयामश्चेत्, उपसर्गस्य योजनेन कुत्रचित् अर्थपरिवर्तनं भवति, कुत्रचित् केवलम् अर्थपोषणं भवति. अर्थपरिवर्तनं भवति इति अवगन्तुं कानिचन पदानि वदामि. उपकरोति, उप उपसर्गपूर्वकः, क्रू धातुतः निर्मितं पदम् उपकरोति. तत्र अर्थपरिवर्तनं भवति. अनुकरोति, अनु उपसर्गपूर्वकः, क्रू धातुतः निर्मितं पदम् अनुकरोति. अपकरोति, अप उपसर्गपूर्वकः, क्रू धातुतः निर्मितं पदम् अपकरोति. आगच्छति, अ उपसर्गपूर्वकः, गम् धातुतः निर्मितं पदम् आगच्छति. उपकरोति, अनुकरोति, अपकरोति, आगच्छति इत्यादिषु पदेषु सम्पूर्णतया अर्थपरिवर्तनं दृश्यते. कुत्रचित् केवलम् उपसर्गाणां योजनेन धातोः अर्धपोषणं भवति, न तु अर्धपरिवर्तनं. तदवगन्तुं प्रणमति, प्रणमति इत्यस्मिन् पदे प्र उपसर्गपूर्वकः, नम् धातुतः निर्मितं पदं प्रणमति. तत्र केवलम् अर्थपोषणमेव भवति, अर्थपरिवर्तनं न भवति. प्रयाति, तत्र या धातोः रूपं याति, प्रयाति. कुत्रचित् एव उपसर्गस्य योजनेन तस्य अर्थः बलात् अन्यत्र नीयते इति वयं दृष्टवन्तः. कुत्रचित् द्वित्राः, त्रिचतुराः, पञ्चशाः न, द्वित्राः उपसर्गाणां योजनं भवति. कथमित्युक्ते, प्रत्यागच्छति इत्यस्मिन् पदे प्रतियोगः, आयोगः, गम् धातुतः निर्मितं तिङन्तपदं प्रत्यागच्छति. तत्र उपसर्गद्वयं दृश्यते. तथा एव समुदाहरति, तत्र संयोगः, उत्योगः, आयोगः, हुरु धातोः रूपं समुदाहरति. तथा एव समभिव्यवहरति, संयोगः, अभियोगः, वियोगः, समभिव्यवहरति. पदेषु बहूनाम् उपसर्गाणां प्रयोगः कृतः. तिङन्तपदेषु, कृदन्तपदेषु अपि उपसर्गाः धातोः पूर्वं प्रयुज्यन्ते. सम्पठ्य इति ल्यबन्तरूपमस्ति. सम्पठ्य, प्रपठ्य, ल्यबन्तपदद्वयं. तत्र धातोः पूर्वं सम्मति उपसर्गः अस्ति. किन्तु सम्पठ्येते इति तिङन्तपदमस्ति. तिङन्तपदनिर्माणप्रसङ्गे लङ्लकाररूपं यदा साधयितुमिच्छामः, लङ्लकाररूपम् इत्युक्ते भूतकालरूपं यदा वयं साधयितुमिच्छामः, तदा एकः विषयः स्मर्तव्यः. धातोः पूर्वम् उपसर्गः अस्ति. लङ्लकारे अडागमः भवति खलु. लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति खलु. तदर्थं धातोः पूर्वम् अकारः आयाति. सः अकारः धातोः पूर्वम् आयाति, किन्तु उपसर्गात् परम् आयाति. पुनः वदामि, सः अडागमः धातोः पूर्वम् आयाति, किन्तु उपसर्गात् परम्, उपसर्गात् पूर्वं न योजयामः. इत्युक्ते सः अडागमः उपसर्गात् पूर्वं न कदापि योजयामः, केवलं धातोः पूर्वम् आयाति. एतद् अवगन्तुम् एकं पदं वदामि, प्रत्यवदत्. अवदत् वयं जानीमः, वद् धातोः लङ्लकाररूपम् अवदत्. प्रति उपसर्गपूर्वकः, वद् धातोः लङ्लकाररूपं वक्तुमिच्छामश्चेत् प्रत्यवदत्. तत्र प्रति उपसर्गपूर्वकः, प्रतियोगः, आयोगः, वद् इति तत्र रूपं सिद्ध्यति. इत्युक्ते सः अडागमः वद् धातोः पूर्वम् आयाति, किन्तु प्रति इति उपसर्गात् परम् आयाति इति कृत्वा प्रत्यवदत्. प्रतियोगः, आयोगः, वदत्, प्रत्यवदत् इति रूपं, न तु अप्रतिवदत्. इत्युक्ते सः अडागमः प्रति इति उपसर्गात् पूर्वं न आयाति, केवलं धातोः पूर्वम् आयाति, उपसर्गात् परम् आयाति इति एकः अंशः लङ्लकाररूपसाधनसमये सन्धिः नित्यः, सन्धिनियमाः अनुसरणीयाः. अहम् एकं पदम् उक्तवती खलु, प्रत्यवदत्, तत्र प्रतियोगः आ, यण्सन्धिं कृत्वा वक्तव्यं, प्रत्यवदत् इति रूपं भवति. सन्धिः कदा नित्यः, भवन्तः सर्वे श्रुतवन्तः खलु, एकः श्लोकः अस्ति, संहितैकपदे नित्या, नित्या धातूपसर्गयोः, नित्या समासे, वाक्ये तु सा विवक्षाम् अपेक्षते. संहिता इत्युक्ते सन्धिः. सन्धिः कुत्र नित्यः? धातूपसर्गयोः, धातु उपसर्गाणां मेलनं यत्र भवति तत्र सन्धिः नित्यः. एकपदे, एकस्मिन् एव पदे, पदनिर्माणप्रसङ्गे, रूपसाधनवेलायाम् एकपदे संहिता नित्या. संहिता इत्युक्ते सन्धिः एव. एकपदे सन्धिः नित्यः, धातूपसर्गयोः सन्धिः नित्यः, समासे सन्धिः नित्यः, किन्तु वाक्ये सन्धिः विवक्षानुगुणं कर्तुं शक्नुमः. धातूपसर्गयोः इति उक्तवती खलु, तत्रापि पश्यन्तु, धातु उपसर्गयोः तत्रापि सन्धिः अस्ति. धातूपसर्गयोः सवर्णदीर्घः, सन्धिः अस्ति तत्र. नित्या इत्युक्ते मेण्डेटरी. संहिता कदा नित्या भवति, कदा मेण्डेटरी भवति? एकपदे, समासे, धातूपसर्गयोः संहिता नित्या. इदानीं वयं पुस्तकं प्रति गच्छेम. पुस्तके द्विनवतितमं पुटं पश्यन्तु. द्विनवतितमं पुटम् इति साधु, द्वानवतितमं पुटम् अपि साधु एव. द्वानवतिः, द्विनवतिः, रूपद्वयमपि साधु एव. द्विनवतिः इति पदं पूर्णप्रत्ययान्तशब्दः. द्विनवतिः इति समस्तपदम् अथवा द्वानवतिः अपि समस्तपदमेव. तत्र विग्रहवाक्यं कथं भवति? द्व्याधिका नवतिः इति विग्रहवाक्यं. द्व्याधिका नवतिः, तत्र अधिका इति पदम् अस्ति खलु, तत् पदं कुतः आगतं? कर्मधारयसमासेषु एकः प्रभेदः अस्ति, तस्य नाम मध्यमपदलोपी कर्मधारयः, मध्यमपदलोपी कर्मधारयसमासः. द्विनवतिः, द्वानवतिः इति पदद्वये मध्यमपदलोपी कर्मधारयसमासः भवति. तत्र विग्रहवाक्यं किम् उक्तवती? द्व्यधिका नवतिः. तत्र अधिका इति पदं समस्तपदे न दृश्यते, तदर्थमेव तस्य समासस्य नाम मध्यमपदलोपी कर्मधारयसमासः. द्वानवतिः, द्विनवतिः, एतत् पदद्वयं पूर्णप्रत्ययान्तशब्दः. मया यः श्लोकः उक्तः, तस्मिन् श्लोके अनुष्ठुप् छन्दः अस्ति. भवन्तः सर्वे श्रुतवन्तः खलु अनुष्ठुप् छन्दः नाम किम्? अपि च सामान्यं पदमेव, वयं सर्वे जानीमः उदयः इति पदमस्ति खलु. तत्र उदयः इत्यस्मिन् पदे उत् उपसर्गपूर्वकः ई धातोः रूपमेव अयः. उत् योगः ई धातुतः कृत् प्रत्ययस्य योजनेन निर्मितं पदमेव उदयः. तत्रापि उपसर्गः अस्ति. भवन्तः सर्वे द्विनवतितमं पुटं पश्यन्तु. तत्र सोपसर्गधातूनां लट् रूपाणि लेखनीयानि. सोपसर्गधातूनां रूपाणि, तत्र सोपसर्ग इति कथनेन उपसर्गेण सहित इति अर्थः. पश्यन्तु संस्कृतभाषा कीदृशी सुन्दरी भाषा. सोपसर्गधातूनां रूपाणि वक्तव्यानि इति अत्र लिखितमस्ति. अवधेयम् इति भागं पश्यन्तु. इदानीम् आरम्भं कुर्मः. अरविन्द महोदय, भवान् पश्यतु अत्र किं लिखितमस्ति. अवधेयं ब्रूधातुः उभयपदी, ब्रवीति ब्रूते इति रूपद्वयम्, तस्य वर्तमानकाले आहा इत्यपि रूपानन्तरमस्ति. इण् धातु अधि उपसर्गेण सहिता एव प्रयुज्यते. अतः ब्रू धातु उभयपति इति कृत्वा परस्मैपति एवम् आत्मनेपतिरूपं रूपाणि मिलित्वा अष्टादशरूपाणि सिद्ध्यन्ते. तत् उपरि प्रथमपुरुष त्रीणि रूपाणि एवं मध्यमपुरुष एकवचनद्विवचनरूपे आह इति पञ्च पदानि अधिकं दृश्यते. तदेव तत्र अवधेयम् इति इत्यस्मिन् दत्तमस्ति. एवम् इण् इणगतौ धातोः अधि इति उपसर्गेण सहित एव प्रयुज्यते. अधीते अधि अधि अधि इन् इन् इन् एधि इति रूपं सिद्ध्यति भगिनि. अधीते अधीते अधीते अधीते अधीयाते अधीयते इत्यादीनि रूपाणि भवन्ति. उत्तमम्. अत्र अवधेयम् अवधेयमिति पदमस्ति खलु, तत्र इदं पदं कृदन्तपदं वदतु. न न तत्रापि अव इति उपसर्ग धी धा धातु धा धातु ल्युडन्तमस्ति. ल्युडन्तं नास्ति महोदय. ल्युडन्तं नास्ति. ल्युडन्तमस्ति चेत् धानं वयं पठितवन्तः खलु. अवधानम् अवधानं समीचीनम्. अवधानम् इति ल्युडन्तपदमस्ति. अत्र अव उपसर्गपूर्वकः धा धातुः जुहोत्यादिगणीयधातुः अस्ति खलु. दुधां दधाति इति धारणपोषणयोः इत्यस्मिन् अर्थे दधाति इति रूपम् अस्ति. यत् इति प्रत्ययः अस्ति. यत् प्रत्ययान्तरूपं धेयं. दा धातोः रूपं देयं. धा धातोः रूपं धेयम् अस्ति. उपसर्गेण सहितः इति लिखितमस्ति. तत्र एकमेव पदं वक्तुमिच्छामश्चेत् उपसर्गेण सहितः इति पदद्वयं लिखितमस्ति. एकमेव पदद्वयं मिलित्वा लिखामश्चेत् उपसर्ग. उत्तमं. सोपसर्ग. तत्र अवधेयम् इति जुहोत्यादि अस्ति कृत्वा द्युत्वं न दृश्यते किम्? इदं पदं कृदन्तपदं. तिङन्तपदरूपसाधनसमये धा धातोः रूपं दधाति. कृदन्ते द्युत्वं न भवति वा? साधारणतया द्वित्वकार्यम् एतत् सर्वं सार्वधातुकप्रक्रियायाम् एव भवति. सार्वधातुकप्रक्रिया का इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु अपि च शत्रु षाणच प्रत्ययद्वयं सार्वधातुकप्रक्रियायां भवति. किन्तु यत् प्रत्ययः कीदृशप्रत्ययः इति आर्धधातुकप्रत्ययः. आर्धधातुकप्रक्रियायां भिन्नसूत्राणि भिन्नकार्याणि भवन्ति. मुख्यतया आर्धधातुकप्रक्रियायाम् इडागमचिन्तनं करणीयम् इति विषयः. साधु सर्वे पश्यन्तु, एकं पदमस्ति रूपान्तरमस्ति. रूपान्तरमस्ति इति पदं लिखितमस्ति. कोऽपि वदतु तस्मिन् प्रसङ्गे ईदृशानि पदानि कोऽपि वदतु. रूपान्तरं रूपान्तरं रूपस्य अन्तरं रूपान्तरं षष्ठी तत्पुरुष वा? अत्र किञ्चित् वैशिष्ट्यमस्ति. रूपान्तरं देशान्तरं मार्गान्तरम् उपायान्तरं राजान्तरम् इत्यादीनि पदानि वयं सर्वे श्रुतवन्तः एव. अत्र रूपान्तरम् इत्यस्मिन् पदे मयूरव्यंसकादयः नाम्ना एकः विशिष्टसमासः अस्ति. तत्र विग्रहवाक्यं वक्तव्यं भवति चेत् अन्यत् रूपम् अन्यत् रूपम् इति वक्तव्यं भवति. अन्यत् रूपम् एव रूपान्तरम्. अत्र अलौकिकविग्रहवाक्यं किं? केवलं लौकिकविग्रहवाक्यं वदन्ती अस्मि. रूपान्तरम् इति समस्तपदमस्ति. रूपान्तरम् इति पदस्य प्रसङ्गे विग्रहवाक्यम् अन्यत् रूपम् इति वक्तव्यमस्ति. अस्मिन् पदे विशिष्टप्रकारकः कर्मधारयसमासः अस्ति. तस्य नाम मयूरव्यंसकादयः. उदाहरणार्थं देशान्तरम् इति वदामश्चेत् तत्र लौकिकविग्रहवाक्यम् अन्यः देशः. मार्गान्तरम् इति पदमस्ति चेत् तत्र विग्रहवाक्यम् अन्यः मार्गः. राजान्तरम् इति वदामश्चेत् अन्यः राजा इति रूपान्तरम् इति पदे मयूरव्यंसकादयः. रूपान्तरम् इत्युक्ते अन्यत् रूपं. तस्य वर्तमानकाले आह इत्यपि रूपान्तरमस्ति. रूपान्तरम् इत्यस्मिन् स्थाने अन्यत् रूपम् अस्ति इति अपि वक्तुं शक्यते. रूपपरिवर्तनमिति अपि वक्तुं शक्नोमि किम्? रूपपरिवर्तनमिति रूपान्तरम् इत्युक्ते भवती एव चिन्तयतु. रूपपरिवर्तनम् इति पदमस्ति, किन्तु अन्यत् रूपम् अस्ति. रूपान्तरम् इति समस्तपदस्य विग्रहवाक्यम् अन्यत् रूपम्. रूपं भिद्यते इति अर्थः अस्ति. अत्र ग्रन्थकारः किं वक्तुमिच्छति? आह इत्यपि रूपान्तरमस्ति. आह इत्यपि अन्यत् रूपम् अस्ति. किमर्थम् उक्तवती इत्युक्ते अस्मिन् पदे विशिष्टप्रकारकः कर्मधारयसमासः अस्ति इति कारणतः. एकं वक्तुम् इच्छामि. गतदिने शङ्करभाष्यं पठितव समये आचार्येण एकं उपसर्गस्य प्रयोग भिन्नरीत्या व्याख्यातमस्ति. संन्यास इति पदस्य साधारणतया न्यास इति त्याज्यशब्देन एव उपयोगं शक्यते, किन्तु एकस्मिन् भागे आचार्येण उक्तं तत्र नि अस् भावे कर्मणि इति प्रतिष्ठा इति अर्थत्वेन तस्य उपयोगं सा संयोगः नियोगः अस् भावे कर्मणि इति उक्त्वा सुष्ठु प्रतिष्ठानं धीमति इति इति दत्तमस्ति तत्र. हि सेङ्ग् दट् द नार्मल् विन्यस्तम् इत्युक्ते प्रतिष्ठानम् इति अर्थमस्ति, विन्यसति विन्यसति इति नि उपसर्ग आस् धातोः भावे कर्मणि रूपे वि उपसर्गस्य. तत्र साधारणतया संन्यास इत्युक्ते त्याज्य त्याग्यः त्यागः इति एव मनसि आयाति, किन्तु आचार्येण उक्तमस्ति अत्र तत्रापि सम् इति उपसर्गः नि योगः अस् भावे कर्मणि स्वीकृत्य प्लेसिङ्ग् इन् द इण्टलेक्ट् बुद्धे स्थापितं, दट् सम् सुष्ठु स्थापितम् इति अर्थं स्वीकरणीयम् इति व्याख्यातमस्ति अत्र. It is not a tyagaruva, but it is a pratishtha arthena upyogam karaneyam iti sattamasti. Ekameva vakyam tyagarupena abhibhavitum arhati, pratishtha rupena abhibhavitum arhati. Uttam. Pratishtha ichukte thapanam iti mahodena uktamasti. Sthadhatoh rupameva khalu, tishtha, sthapanam. Uttam. Sath mahodaya. Dhanyavadah. Atra asna asti. आहारूपम् आत्मनेपदि वा परस्मैपदि वा? परस्मैपदि. ओके. ब्रूधातोः रूपाणि परिशीलयामश्चेत् परस्मैपदिरूपेषु एव पञ्चसु स्थलेषु ब्रवः पञ्चानाम् आदितो ब्रवः इति सूत्रेण पञ्चसु स्थलेषु एव रूपान्तरमस्ति, न तु आत्मनेपदिरूपेषु. ब्रूधातुः उभयपदी धातुः, तत्र आत्मनेपदिरूपाणि अपि सन्ति, किन्तु परस्मैपदीनां कृते एव एवं रीत्या पञ्चसु स्थलेषु अन्यत् रूपमपि अस्ति. अधि उपसर्गपूर्वकः इन् अध्ययने इति धातोः रूपमेव अधीते अधीते अधीयाते अधीयते इति रूपाणि भवन्ति. अग्रे सरेम. सूर्यकुमारी भगिनी भवती एव पठतु अग्रे. उपसर्गक्रिया उपसर्गं क्रियापदं च योजयित्वा लिखत. उपसर्गं क्रियापदं च विशेषणविशेषसम्बन्ध भगिनि अत्र पश्यतु. उपसर्गं क्रियापदं च योजयित्वा. उपसर्गं क्रियापदं च इति कथनेन किम् अवगम्यते? द्वितीयविभक्तिः उपसर्गं क्रियापदम् अपि च योजयित्वा लिखत. योजयित्वा इति क्त्वान्तरूपमस्ति. क्त्वान्तरूपं तस्य कृते कर्मपदद्वयं लिखितमस्ति, उपसर्गं क्रियापदम्. अत्र पदद्वयं द्वितीयविभक्त्याम् अस्ति. उपसर्गः इति प्रथमान्तपदमस्ति, क्रियापदम् इति नपुंसकलिङ्गपदमस्ति, किन्तु द्वितीयविभक्त्याम् अस्ति. च इति कथनेन किम् अवगम्यते अत्र? द्वयोः मेलनं करोतु. उपसर्गः क्रियापदम् उपसर्गसहितम्. वि उपसर्गः क्रियापदं लिखति, वि लिखति. सामान्य उपसर्गसहिततिनन्तपदं वि लिखति. भिन्न अर्थं भवति भगिनि? केवलम् अर्थपोषणमिति मन्ये. अहं चिन्तयामि स्क्राचिङ्ग् वि लिखति. ग्रन्थं विलिखति इति अपि मया दृष्टं वाक्यं. काव्यं विलिखति, तत्र लिखति सन्दर्भेन अर्ध भिन्नं भवितुम् अर्हति. अर्थपरिवर्तनं नास्ति, अर्थपोषणं भवति वा इति द्रष्टव्यम्. ओके. द्वितीय उदाहरणमस्ति, प्रायोगः पठति प्रापठति. सन्धि न प्रापठति प्रापठति अर्धः अहं चिन्तयामि रिसैट् रिसैट् लौड् अत्रापि अर्धपोषणमेव भवति अत्र प्रा इत्युक्ते प्रकृष्टेन इति उत्तमरीत्या इतोपि सम्यक् लिखित्वा इति क्वान्तरूपम् अस्ति तत्र ल्यबन्तं किं भवति लिखित्वा प्रलिखित्य अत्र वि इति उपसर्गः विलिखित्य विलिखित् ओ विलिखित्य वि विलिखत् दीर्घवीं मां भगिनि विलिख्य विलिख उपसर्गः नास्ति चेत् क्त्वान्तरूपं सिद्ध्यति उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति अत्र लिखित्वा इति क्त्वान्तरूपं किन्तु वि उपसर्गस्य योजनेन विलिख्य पठति पठित्वा इति रूपम् अस्ति किन्तु प्रपाठ्य इति रूपं भवति अग्रे गच्छतु संयोगः हरति संहरति अनुस्वार भवति सन्धि कृत्वा संहरति प्रायोग नमति प्रणमति नत्वं भवति रेफा अस्ति उपसर्गरेफा रेफा अस्ति चेत् गते वर्गे वयं चर्चितवन्तः सूत्रं स्मारयति वा उपसर्ग निमित्तात् क्षम्यताम् उपसर्गसमासेपि उत्तमं तदेव प्रणमति तत्र प्रा इति उपसर्गः अस्ति खलु उपसर्गादसमासे अणोपदेशस्य इत्युक्ते उपसर्गादसमासे अणोपदेशस्य इति सूत्रेण णत्वं भवति उपदेशावस्थायां नमति इति क्रियापदस्य धातोः रूपं मूर्धन्यणकारादिधातुः अणम मूर्धन्यणकारादिधातुः अस्ति इति कारणतः उपसर्गात् निमित्तम् आगतम् इति कृत्वा प्रणमति इति रूपं सिद्ध्यति अत्र तस्मात् पूर्वम् अनुगच्छति इति रूपम् अस्ति साधु एव अग्रे करोतु परियोगः न संयोगः तुष्यति सन्तुष्यति अनुनासिक परिवर्तनं भवति प्रथमम् अनुस्वारः भवति संयोगः तुष्यति अनुस्वारस्य ययि परसवर्णः अनु सन्तुष्यति अत्र सम् इति उपसर्गः अस्ति उपसर्गः अपि पदमेव वदतु मोनुस्वारः इत्यनेन अनुस्वारः भवति पदमस्ति चेत् हल तुष्यति हल् व्यञ्जनम् अस्ति सन्तुष्यति प्रथमं तदनन्तरं सन्तुष्यति अत्र सम् इत्यस्मिन् अन्ते मकारः अस्ति सः मकारः आदौ अनुस्वारः भवति केन सूत्रेण मोनुस्वारः किमर्थं चेत् तत्र सम् इति उपसर्गः अस्ति उपसर्गः अपि पदमेव तस्य पदसंज्ञा अस्ति इति कारणतः मोनुस्वारः सूत्रेण अनुस्वारादेशः भवति पश्चात् अनुस्वारस्य स्थाने परसवर्णादेशः केन सूत्रेण अनुस्वारस्य परसवर्णः वा पदान्तस्य सूत्रं किं कार्यं करोति वापदान्तस्य अनुस्वार एव तिष्ठति अपि तिष्ठति कोऽपि वदतु वापदान्तस्य सूत्रस्य कार्यं किं पदान्तस्य मकार अस्ति चेत् अनुस्वार भवति अपि च परसवर्ण अपि भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण नित्यं परसवर्णादेशः भवति किन्तु वापदान्तस्य इति सूत्रेण विकल्पेन परसवर्णादेशः भवति गीताञ्जलि भगिनी भवत्याः चिन्तनं किं वदतु भगिनी वापदान्तस्य पदान्ते एव भवति अपि च वा इत्यनेन विकल्पेन अनुस्वार भवति अत्र सन्तुष्यति अपि च संतुष्यति द्वे अपि भवितुमर्हति इति वा अनुस्वारसहितं रूपम् एकं रूपं परसवर्णयुक्तं रूपं अन्यत् रूपम् इत्युक्ते सन्तुष्यति सन्तुष्यति रूपद्वयमपि लेखितुं शक्नुमः इति मम चिन्तनम्। अग्रे सरेम, साधु भगिनी, गीताञ्जलि भगिनी भवती करोतु। तत्र एकम् अन्य अस्ति, अनुयोगः गच्छति वयं न कृतवन्तः अद्य, करोतु। अनुगच्छति, अनुगच्छति तु पश्चात् इति अर्थे, इत्युक्ते अर्थपोषणं तु नास्ति किञ्चित्, कथं वदनीयं भगिनी, अर्थपोषणम् इति वा परिवर्तनं भवति, परिवर्तनम् इत्युक्ते गच्छति इत्युक्ते कस्यापि पश्चात् गच्छति, अनुगच्छति। अपि च ल्यबन्तरूपम् अस्ति चेत् तत्र रूपद्वयं सिद्ध्यति, भिन्नसूत्रेण रूपद्वयं सिद्ध्यति, अनुगत्य इति एकं रूपमस्ति, अनुगम्य इति अन्यत् रूपमस्ति। ओ, अनुगत्य अपि वा, अस्तु। तदनन्तरं परियोगः त्यजति, परित्यजति, परित्यजति अपि किञ्चित् अर्थ परिवर्तनम् अस्ति, इत्युक्ते सम्पूर्णतया त्यजति, परित्यजति, ल्यबन्तरूपं परित्यज्य। उत्तमं, पूर्वं संयोगः तुष्यति, ल्यबन्तरूपं वदतु। ल्यबन्तरूपं सन्तुष्य वा, सन्तुष्य, नकार आयाति तत्र, मकारस्य परिवर्तनम् अनुस्वारः भवति चेत् तदनन्तरम् अनुस्वारस्य यै परसवर्ण सन्तुष्य इति आयाति वा, सन्तुष्य, संहृत्य। तत्र अपि वापदान्तस्य रूपद्वयं भवितुमर्हति वा, संहरति अपि च न जानामि, तत्र अनुनासिकः अकारः संहरति तु समीचीनं नास्ति न, तत्र अनुस्वर एव तिष्ठति। हकार यय नास्ति चेत् इत्युक्ते विकल्पेन भवितुम् अर्हति न महोदय? न न, नित्यम् अनुस्वरमेव, यै नास्ति इति कृत्वा नित्यम् अनुस्वरं हकार। महोदय, अनुनासिक अपि भवति, अनुनासिक अकारः हकारः संहरति, संहरति इत्यस्मिन् अनुस्वारः यथावत् तिष्ठति, तत्र रूपद्वयं न सम्भवति, महोदयेन उक्तमेव, हकारः यै वर्णः नास्ति इति कृत्वा। सन्तुष्यति, तत्र अनुस्वारसहितं रूपम् एकं रूपम्, अनुस्वारस्य स्थाने तवर्गीय अन्तिमव्यञ्जनम् अनुनासिकव्यञ्जनं नकारयुक्तं रूपं सन्तुष्य, सन्तुष्यति, तत्र अनुस्वारस्य स्थाने नकारः आयाति परसवर्णादेशं कृत्वा। परित्यज्य इति रूपम् अस्ति, अग्रे करोतु। आयोगः नयति, आनयति, आनयति तु अर्थपरिवर्तनम् इत्युक्ते विपरीतार्थकः अस्ति अत्र, नयति आनयति, आनयति अस्ति चेत् ल्यबन्त आनीय वा, आनीय, आनीय रूपं कथं साधनीयम्? आनीय ल्यबन्त नय नी नयति भगिनी, उत्तमं, नी धातुतः नयति आयाति, किन्तु ल्यबन्त रूपं तु उपसर्गयोगः धातु योगः ल्यप् इत्युक्ते आयोगः नी योगः य आनीय एव आयाति। उत्तमम्, इत्युक्ते ल्यप् इत्यस्मिन् लकार पकारयोः यकारस्य द्युत्तं भवति वा, नीय प्लस् या न भवति महोदय, केवलम् एकः एव यकारः श्रूयते अत्र, आनीय एकः एव यकारः अस्ति, प्रगणय्य विगणय्य, तत्र ल्यबन्तरूपेषु प्रागणय्य प्रगणय्य तत्र यकारद्वयं श्रूयते, किन्तु अत्र आनीय इति रूपमेव सिद्ध्यति। नी धातुः अपि मूर्धन्यणकारादिधातुः एव, आयोगः नियोगः ल्यप् इत्यस्मात् य आगतः, यकारः नास्ति, य आगतः इति कृत्वा आनीय इति रूपम् अस्ति. अग्रे करोतु भगिनि. परियोगः हरति, परिहरति ल्यवन्तरूपं. परिहरति अपि किञ्चित् अर्थपरिवर्तनम् अस्ति. परिहरति इति अपि सम्यक् हरति इति, अपि च सम्पूर्ण अर्थभेदः, अर्थभेदः न सम्पूर्णहरणम् इत्युक्ते अहुधातोः प्रसङ्गे भिन्नभिन्न उपसर्गाणां योजनेन तत् अर्थभेदः आयति एव. संहरति, परिहरति, विहरति, विहरति तदर्थमेव श्लोकः अस्ति खलु. विस्मरामि भगिनि, किन्तु उपसर्गस्य योजनेन पदस्य अर्थः बलात् अन्यत्र नीयते तस्मिन् श्लोके उक्तमस्ति. तद् अवगन्तुमेव हुरुधातोः उदाहरणं दत्तमस्ति. परिहारः, विहारः, आहारः, संहारः, प्रत्याहारः, एतानि पदानि हुरुधातोः रूपाणि एव. साधु भगिनि. अन्य भगिनि ल्यबन्तरूपं न वदामि. परि परिहृत्य इति कथं तकार आयाति तु न जानामि. परिहृत्य किञ्चित् चिन्तनीयमेव. अग्रे सरेम. धन्यवादाः भगिनि. अधुना भूमा भगिनी भवती करोतु. प्रभवति, प्रभवति, प्रभवति अर्थभेदः अस्ति किल. भवति प्रभवति, प्रभवति इति प्रकाशं भवति. प्रभवति इति अवगन्तुम् एकं वाक्यं वदामि. गङ्गानदी हिमालयात् प्रभवति. ओ प्रवहति, ओ प्रभवति अर्थं प्रवहति. इट् इस् बोर्न्, बोर्न् इति अर्थः. गङ्गा हिमालयात् प्रभवति. ओके ओके ओके. भवति अस्ति, प्रभवति, प्रभवति. अनु वदति, अनुवदति, अनुवदति फाल् अनुकरोति. आदौ अध्यापकः वदति, पश्चात् छात्रः श्लोकम् अनुवदति. फालोस्. ओके. वितरति, वितरति, वितरति अर्थभेदः अस्ति. वितरति ददाति, अन्यं ददाति. वितरति, वितरणं करोति इत्युक्ते किं? वितरणं करोति, वितरणं करोति, डिस्ट्रिब्यूशन्. उत्तमं, तदेव. ददातु परति. त्रू दीर्घरूकारान्त, त्रू धातोः रूपमेव तरति. करोतु. अवगच्छति, अवगच्छति अर्थभेदः अस्ति. अवगच्छति अवगहनम्, अवगहनं करोति, अवगमनम्, अवगमनम्, अवगमनम्, अण्डर्स्टाण्डिङ्ग्, अण्डर्स्टाण्डिङ्ग्. गच्छति भिन्न भिन्न अर्थः. निक्षिपति, निक्षिपति, निक्षिपति इस् त्रोयिङ्ग्. निक्षेपः, निक्षिपति इत्युक्ते स्थापयति इति इत्यस्मिन् अर्थे भवति. निक्षिपति अत्रापि अर्थभेदः अस्ति इति भाति. अर्थभेदः, अर्थभेदः, क्षिपति, निक्षिपति. उपकरोति, उपकरोति, उपकरोति, उपकारं करोति. अत्रापि अर्थभेदः अस्ति. करोति इति पदस्य अर्थः भिन्नः, उपकरोति तस्य अर्थः भिन्नः. कृत्वा इस् क्वान्तरूपम्. उत्पतति, उत्पतति, उत्पतति एव वा? उत्पतति. उत् इति उपसर्गस्य अर्थः तु उपरि, उपरि पतति. उत्पतति, उत्पतति एव उपरितः पतति इति अर्थः. निस्सरति तदेव. निस्सरति इस् सन्धि भूत्वा निस् विसर्गसन्धि. पश्यतु अत्र निस् योगः सरति तत्र केवलं वर्णमेलनमेव दृश्यते खलु तत्र वर्णमेलनमेव अस्ति वल्मीकात् सर्पः निस्सरति निस्सरति अधिवसति अधिवसति अधिवसति सेम् मीनिङ्ग् अर्थपोषणं करोति अधिवसति गते सप्ताहे अहं किञ्चित् उक्तवती वस् धातोः प्रसङ्गे अधि इति उपसर्गस्य योजनेन एकं वाक्यं स्मर्तुं शक्नुमः विष्णुः वैकुण्ठम् अधिवसति शिवः कैलासम् अधिवसति साधारणतया सः कुत्र वसति इति प्रश्ने सति सः गृहे वसति अथवा ग्रामे वसति वस् धातोः प्रसङ्गे कुत्र वसति इति प्रश्नस्य उत्तरं सप्तमी विभक्तौ गृहे वसति इति भवति किन्तु अधि इति उपसर्गस्य योजनेन कर्मपदं स्वीकरोति सः गृहम् अधिवसति गृहम् अधिवसति अधि इति उपसर्गस्य योजनेन तत्र कर्मपदं स्वीकर्तुं शक्नोति अग्रे करोतु अनुसरति अनुसरति अनुसरति इति फालोस् अनुसरति पोषणं करोति अर्थपोषणं अत्र पश्यतु आदौ एकः गच्छन् अस्ति एकः बालकः गच्छन् अस्ति तं बालकम् अनुसृत्य अन्यः बालकः गच्छति पश्चात् तस्य अनुसरणं करोति अनुसरणं पश्चात् गच्छति अवनमति अवनमति अवनमति कम्प्लीट् परिपूर्णविधेन नमति साष्टाङ्गं साष्टाङ्गं अवा इति उपसर्गस्य अर्थः कः इति पश्यामश्चेत् अवगमनम् अधु अपि अधु अधो दिक् अस्ति चेत् अवन अवतार अवतारः अवतारः अव इति उपसर्गस्य बहवः अर्थाः सन्ति हीनता इति अर्थः अपि अस्ति अवगुणः इति वदामश्चेत् हीनता इति अर्थः अस्ति अवज्ञा अवतारः अधो तादृश अर्थः एव अव इति कथनेन बेण्डिङ्ग् डौन् इति अर्थः अस्ति सङ्गृह्णाति सङ्गृह्णाति पूर्वमेव भवत्या उक्तम् अनुस्वार सूत्रं जानामि पश्यतु अवनमति अवनमति इति कथनेन णत्वं नास्ति खलु णत्वं नास्ति केवलं दन्तेनकारः एव श्रूयते दन्तेनकारः एव सूत्रं कार्यं न करोति केवलं वर्णमेलनमेव भवति अवयोगः तत्र किं कार्यं भवति ये ये व्याकरणवर्गं गच्छन्ति ते जानन्ति एव धातुः मूर्धन्य अणकारादिधातुः अस्ति चेदपि अणोनः इति सूत्रेण दन्त्यनकारः भवति प्राकृतिककार्यं भूत्वा दन्त्यनकारः आयाति इति कृत्वा नमति इति रूपं साधु भगिनी तदेव सुजाता भगिनी भवती करोतु अवनमति वि योगः नश्यति विनश्यति अर्धपोषणमेव विनश्यति नो अर्धपरिवर्तनं भवति नश्यति विनश्यति तत्र अर्धपरिवर्तनम् अस्ति वा नश्यति नश्यति विनश्यति विनश्यति न नश्यति न विनश्यति एवमेव वि इति उपसर्गस्य अर्थः तु विशेषरीत्या तस्मात् पूर्वं सङ्गृह्णाति इति पदमस्ति एकवारं वदतु गृह्णाति इति रूपं कथम् आयाति गृह्णाति सम्प्रसारणं भवति ग्रहधातु अस्ति ग्रहधातुतः गृह्णाति उत्तमं क्रियादिगणीयधातुः अस्ति सङ्गृह्णाति अग्रे करोतु विनश्यति विनश्यति नश् धातु अस्ति, नश्यति. रूपं दृष्ट्वा किम् अवगतवती? तत्र नश्यति इति रूपं दृष्ट्वा यकारः आजाति, गणः दिवादि उत्तमं, दिवादिगणीयः, दिवादिगणः अस्ति, शन् विकरणप्रत्ययः अस्ति, शकारः नकारः अपगच्छति, या एव तिष्ठति, नश्यति रूपमस्ति. तदेव नश्यति, अस्मिन्नेव पुटे तुष्यति अस्ति खलु, तुष्यति नश्यति. आम्, तुष्यति इत्यस्मिन्नपि दिवादिगणीयधातुः अस्ति इति कारणतः या श्रूयते. अग्रे करोतु. आप्नोति, प्रा आप्नोति, प्राप्नोति, प्राप्नोति त्रयादिगणे अस्ति. पश्यतु, आप्नोति स्वादिगणीयः, आप्नोति स्वादिगणे अस्ति. तत्र किञ्चित् कार्यमस्ति स्वादिगणे, स्नु इति विकरणप्रत्ययः अस्ति इति कारणतः करोतु. स्वादित्यः स्नुः इत्यनेन नकारः नो भवति, सन्धि भवति. तत्र प्रा उपसर्गपूर्वकः आप्लु इति धातुः अस्ति, आप् धातुतः आप्नु इति अङ्गं सिद्ध्यति, आप्नु इत्यस्मात् आप्नो इति रूपं भवति. तिङ् प्रत्ययं निमित्तीकृत्य त्रिगुणकार्यं भवति इति कृत्वा आप्नोति. अग्रे करोतु. सन्तरति वितरति अस्ति, अत्र सन्तरति अस्ति. द्वयोः अर्थभेदः अस्ति वा इति चिन्तनीयम्. अर्थभेदः अस्ति, सन्तरति अर्धभेदः अस्ति, चिन्तयामि. अहमपि तदेव चिन्तयन्ती अस्मि. सन्तरति. गीताञ्जलि भगिनी वदतु. भगिनी तत्र ल्यप् रूपं कथं वदनीयं? संतृत्य वा सन्तरति? चिन्तयित्वा वदामि. भगिनी करोतु, अग्रे वदतु. प्रयाति याति अदादिगणे अस्ति, या धातुः, याति गच्छति. उत्तमं, याति गच्छति प्रयाति. प्रयाति अर्धं न जानामि. गीताञ्जलि भगिनी पृष्टवती खलु त्रू धातुतः ल्यबन्त रूपं कथं वक्तव्यं. त्रू धातोः रूपं किं दत्तमस्ति भगिनी पश्यतु. सन्तरति. तत्र ल्यबन्त रूपं सन्तीर्य वि अस्ति चेत् वितीर्य. अग्रे सुजात भगिनी भवती कर्तुम् इच्छति वा इतोपि? याति न जानामि भगिनी, एवमेव जानाति. भवती यदुक्तवती अदादिगणीयधातुः एव, या धातोः रूपं याति. अदादिगणे बहु सौलभ्यम् अस्ति रूपसाधनप्रक्रियायां खलु. तत्र अस् धातुः अस्ति चेत् अस्ति, तत्र मध्ये विकरणप्रत्ययः नास्ति इति कारणतः केवलं धातोः रूपम् अन्ते तिङ् प्रत्ययं योजयामः. याति, प्रयाति. प्रयाति इति रूपम् अस्ति, किन्तु ल्यबन्त रूपं वक्तुमिच्छामश्चेत् प्रयाय. Prayati is to try, no? The meaning changes over there, no? अर्थपोषणं भवति. पश्यतु भगिनी, या धातोः रूपमेव यानं, प्रा इति उपसर्गस्य योजनेन प्रयाणं. सम्पूर्णरीत्या अर्थपरिवर्तनं भवति वा, नो चेत् अर्थपोषणं भवति वा, चिन्तयन्तु सर्वे. शरीरत्यागम् इति चिन्तयति प्रयाणं. प्रयाणकाले तत्र भगवद्गीतायां दत्तमस्ति प्रयाणम् इति केवलं गमनं नास्ति, त्यागसहितगमनं इति चिन्तयामि. प्रकृष्टेन अथवा प्रकर्षेण इति प्रा इति उपसर्गस्य अर्थः अस्ति इति भाति. प्रयाणं प्रयासः अत्र इतः न आगतं किं? प्रयासः आगतः, प्रयासः अर्थभेदः अपि अस्ति वा इति. प्रयाति इति न दृष्टवती, परन्तु ऊहे यथा महोदयेन उक्तं प्रकृष्टरीत्या इतोपि सम्यक् रीत्या इति अर्थः अस्ति, अर्थपोषणं भवति इति मम चिन्तनम्. भिन्नधातुः भिन्नधातुः या धातोः ल्युडन्तरूपमेव यानम्, किन्तु प्रकर्षेण गमनं प्रयाणम् इत्यस्मिन् पदे अणत्वं भवति, तत्र भिन्नसूत्रेण अणत्वं भवति. तत्र वेदा भगिनी भवती वक्तुमिच्छति वा? धन्यवादः महोदय, धन्यवादः भगिनी. प्रयासम् इत्युक्ते यत् धातु भवितुम् अर्हति वा? यत् यतते इति टु ट्राय् यास् धातु दत्तमस्ति, प्रा उपसर्ग यास् धातु अस् प्रयासः. यत् धातुतः प्रयत्नम् इति भवति इति अहं चिन्तयामि, परन्तु प्रयासः कृते प्रायः अन्यः धातुः भवितुम् अर्हति, न जानामि. यत् इति यत् धातोः रूपम् अस्ति, यतते आत्मनेपदरूपम् अस्ति, अपि च प्रयासम् इत्यस्य अर्थः अपि समानमेव, प्रयत्नम् इति प्रयासः, प्रयासः प्रयत्नः, प्रयत्नः अस्तु, पुंलिङ्गपदद्वयमेव. किन्तु प्रयासः प्रयत्नः तत्र अन्ते कीदृशप्रत्ययः अस्ति, अपि च धातुः कीदृशधातुः अस्ति, सर्वं द्रष्टव्यमेव. प्रयाति इति अस्ति, किन्तु अहं स्पष्टतया जानामि प्रयाणम् इति पदमपि या धातोः रूपमेव, ल्युडन्त रूपम् अस्ति. प्रयाणम् इत्यस्मिन् पदे एकं विशिष्टं सूत्रं कार्यं करोति, णत्वं भवितुं कृत्यचः इत्येकं सूत्रमस्ति, णत्वविधायकसूत्रेण कृत्यचः सूत्रेण प्रयाणम् इत्यस्मिन् पदे उपसर्गे निमित्तम् अस्ति, तेन विशिष्टसूत्रेण अणत्वं भवति. सञ्जायते, शुभदा भगिनी वदतु. सञ्जायते अत्र जा इति ज्ञानोर्जा इति अस्ति, तदेव जनि प्रादुर्भावे इति धातुः अस्ति, ज्ञाजनोर्जा इति सूत्रेण जन् धातोः प्रसङ्गे जा आदेशः भवति, तत्र जायते इति या आगतः खलु, तदर्थं किं वक्तुं शक्नुमः, कस्मिन् गणे अस्ति इति वक्तुं शक्नुमः. जन् इति या आगतः खलु, तदर्थं दिवादि, क्षम्यतां भगिनि, दिवादिगणे, दिवादिगणे ज्ञाजनोर्जा इत्यनेन जन् इत्यस्य जा इति आदेशः भवति. जा योगः श्यन् तत्र य आगच्छति, अतः जायते इति आत्मनेपदी रूपं सिद्ध्यति तत्र. अपि च सञ्जायते, सञ्जायते इत्युक्ते सम्यक् रीत्या न जानामि भगिनि, क्षम्यतां. सञ्जायते इत्युक्ते उत्पद्यते इति अपि भवितुम् अर्हति, इतोपि अधिकं न जानामि भगिनि, परन्तु सञ्जायते सम् इति तस्य न जानामि, भवती एव वदतु भगिनि. ल्युट् कथं कथं भवति? ल्युट् ल्युट् ल्युट् ल्युट् ल्युट् ल्युट् लकारः न अन अन अन आदेशं जननं भवति, जनन जनन लृट् इत्युक्ते भविष्यत्कालरूपं, जनिष्यते भवति, किन्तु अत्र महोदयेन किं पृष्टं, ल्युडन्तं रूपं पृष्टवान् महोदय, जननं धातुः अस्ति जनी प्रादुर्भावे, तत्र जनी इति कथनेन अनुनासिक ईकारः धातोः श्रूयते, किन्तु अनुबन्धलोपे सति जन् इति धातोः रूपम् अस्ति, अन आदेशः भवति इति कृत्वा जननं. सञ्जायते इति रूपं लेखितुमिच्छामश्चेत् तत्र रूपद्वयं सम्भवति, तत्र अनुस्वारसहितं रूपम् एकं, परसवर्णयुक्तं रूपम् अन्यत् रूपं सिद्ध्यति. सञ्जायते वापदान्तस्य इति सूत्रेण रूपद्वयं लेखितुं शक्नुमः, अनुस्वारसहितं रूपम् एकं, परसवर्णयुक्तं रूपम् अन्यत् रूपम्. अग्रिमं पदमस्ति प्रारभते, भगिनी करोतु. प्रारभते अत्र प्र धातुः रभ इति धातुः अस्ति, तस्य रभ इति भ्वादिगणीयधातुः, आत्मनेपदी रभते इति भवति, अत्र तु आ उपसर्गपूर्वकः एकः उपसर्गः अस्ति एव. अत्र आयोगः रभ इति धातुः आरभते इति भवति. प्रयोगः आरभते इति प्रारभते इति भवति. प्रकर्षेण भवति, प्रकर्षेण आरम्भं भवति यस्य तत्र आरभते, प्रारभते इति भवति. प्रारम्भम् इति तस्य ल्युडन्तं ल्युट् रूपम् अस्ति इति अहं मन्ये. रभधातोः रूपम् आरम्भणम्, आरम्भणम् इति रूपं भवति. अत्र प्रारम्भणम् इति भवति. भवती श्रुतवती खलु प्रारब्धं, प्रारब्धं कीदृशं पदं? प्रारब्धं तु, प्रारब्धम् इति क्तव तु प्रत्यय, क्त प्रत्ययः. उत्तमं, क्तान्तरूपम् अस्ति. क्तान्तरूपं धातुः अस्ति रभधातुः, किन्तु आ उपसर्गः अत्रैव दत्तमस्ति. इत्युक्ते प्रारभते इत्यस्मिन् उपसर्गद्वयम् अस्ति. साधु भगिनी, अग्रे शोभा भगिनी भवती करोतु. प्रश्नः, उपसर्गः, उपसर्गस्य पदसंज्ञा भवति भगिनी? पदसंज्ञा भवति, उपसर्गः अपि पदमेव. पदमेव, अपि च भवत्या प्रायः उक्तं पूर्वं, निपात इति किं वदन्ति उपसर्गस्य इत्युक्ते किम्? अहम् एकं करपत्रं प्रेषितवती खलु. संस्कृतभाषायां बहवः गणाः सन्ति. प्रत्येकस्मिन् गणे केचन सदस्याः सन्ति. चादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे च इत्यादयः, च इति पदं तस्मिन् गणे अस्ति. अन्ये गणाः अपि सन्ति. प्रादिगणः अस्ति, तस्मिन् द्वाविंशति सदस्याः सन्ति. एवं रीत्या केचन गणाः सन्ति. आदौ ये ये शब्दानां निपातसंज्ञा भवति तेषाम् अव्ययसंज्ञा अपि भवति. स्वरादिनिपातम् अव्ययम् इति सूत्रेण अव्ययसंज्ञा अपि भवति. संज्ञा इत्युक्ते नामकरणम्, इत्युक्ते एतेषां पदानां भिन्नभिन्नस्थलेषु भिन्नभिन्ननामानि दीयन्ते. उपसर्गः इति एका संज्ञा अस्ति, गति इति एका संज्ञा अस्ति. अरविन्दमहोदय, भवान् वदतु, वयं किं पठितवन्तः समासवर्गे अस्मिन् प्रसङ्गे? उपसर्गक्रियायोगे इति प्रथमम् अस्ति कृत्वा क्रियाया सहितम् उपसर्गं भवति. तत्र उपसर्गस्य पदस्य अत्यं निपाता एकाञ्जनाङ्क प्रादयः, तत्रापि निपातं संज्ञा भवति. निपातम् इत्युक्ते प्रतिष्ठितम् इति अर्थं भवति, किन्तु तत्र तत् प्रातिपदिकरूपेण एव प्रतिष्ठितं भवति योजनसमये इति अहं चिन्तयामि. किञ्चित् न स्मरामि. अहं किञ्चित् वक्तुमिच्छामि. संस्कृतभाषायां चादिगणः इति एकः गणः अस्ति इति उक्तवती, तथा एव अन्यगणः अस्ति स्वरादिगणः. स्वरादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे बहवः शब्दाः सन्ति. उदाहरणार्थम् अन्तर्, प्रातर्, पुनर्, उच्चैस्, नीचैस्, बहिः, समया, निकषा, अलम् इत्यादीनि बहूनि पदानि सन्ति. तेषां पदानाम् आदौ निपातसंज्ञा भवति. निपातसंज्ञा मीन्स् एका संज्ञा एव, तत्र किमपि वैशिष्ट्यं नास्ति. येषां येषां पदानां निपातसंज्ञा भवति तेषां शब्दानाम् अव्ययसंज्ञा अपि भवति. स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञा अपि भवति. यदा शब्दस्य अव्ययसंज्ञा भवति तस्मिन् सन्दर्भे एकं विशिष्टं सूत्रं तत्र आगच्छति. अव्ययात् आप्सुपः इति सूत्रमस्ति. इत्युक्ते एतेषां प्रादीनां यदा निपातसंज्ञा भवति, निपातसंज्ञा भवति चेत् तस्य अव्ययसंज्ञा अपि भवति स्वरादिनिपातमव्ययम् इति सूत्रेण. यदा अव्ययसंज्ञा भवति तस्मिन् सन्दर्भे विशिष्टसूत्रेण तस्य पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. अव्ययपदानाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः अव्ययात् आप्सुपः इति सूत्रेण तेषां पदानाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. किञ्चित् पठितुमिच्छामि. Nipata, a particle which possesses no gender and number, and the case termination after which is dropped or deleted. Nipata is given as one of the four categories of words, Naman, Akhyata, Upasarga, Nipata, by all the ancient writers of Pratishakya Vyakarana Nirupta works. The word is derived from the word root pat with ni by Yaska, who has mentioned three subdivisions of Nipatas. Upamarte, Karmopasamgrahate, and Padapurne. Atha Nipataha Acho Vacheshwartha Nipatandi Apyu Pamarte Api Karmopasamharate Api Padapurnarte Niruktam 1.4. The Nipatas are looked upon as possessed of no sense. For Nipataha, Padapurnam is another thing. Panini has not given any definition for the word Nipata, but he has enumerated them as forming a class with Cha at the head of the rule, Chadayo Asatve, where the word Asatve conveys an impression that they possess no sense, the sense being of two kinds, Satve and Bhava, and the Nipatas not possessing any one of the two. The impression is made rather firm by the statement of the Vartikakara, Nipatasyanarthasya Pratipadikam Tvam. Vartikam 12. That's it. That's the question, whether the Nipata possess any sense by themselves or not becomes difficult. अत्र महोदयेन एकं सूत्रम् उक्तमस्ति, चादयो सत्त्वे चादयः असत्त्वे. असत्त्वे इति कथनेन अद्रव्यवाचिषु अर्थेषु, अद्रव्यवाचिषु अर्थेषु प्रादीनाम् एव भिन्नभिन्नसंज्ञाः दीयन्ते, भिन्नभिन्ननामानि दीयन्ते. प्रादयः एव कुत्रचित् गतिसंज्ञकाः भवन्ति, कुत्रचित् उपसर्गसंज्ञकाः भवन्ति. तेषाम् एव निपातसंज्ञा दीयते. यदा निपातसंज्ञा दीयते तदा किं भवति, तेषाम् अव्ययसंज्ञा अपि भवति. स्वरादिनिपातम् अव्ययं सूत्रेण अव्ययसंज्ञा भवति. अव्ययसंज्ञा भवति चेत् तत्र किं भवति, तस्य पदस्य इत्युक्ते अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति. यदा स्वरादिनिपातम् अव्ययं सूत्रेण प्रादीनाम् अव्ययसंज्ञा भवति तदा तेषाम् अन्त्यस्थितस्य सुप्रत्ययस्य लोपः भवति. सुप्रत्ययस्य लोपः भवति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण अव्ययपदस्य पदत्वम् अस्ति. उपसर्गः अपि पदमेव, यद्यपि उपसर्गस्य अन्ते सुप्रत्ययः न दृश्यते अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययलक्षणं तिष्ठति इति कृत्वा उपसर्गस्य अपि पदत्वम् अस्ति इति तत्र स्मर्तव्यः अंशः. अतः उपसर्गः अपि पदमेव. अग्रे केचन आत्मनेपदिनः, आत्मनेपदी धातवः दत्ताः. इदानीं वसुदेवन् महोदय, भवान् कर्तुम् इच्छति वा? योगः दत्ते, आदत्ते, आदत्ते किमपि न करणीयं, वर्णमेलन एव. आदत्ते ल्यबन्तरूपं किं भवति? आदाय, आदाय, अल आदाय, आदाय. अग्रे उपर् उपयोगः रमते, उपरमते, उपरम्य, उपरम्य वर्णमेल उपयोगः पद्यते, उपपद्यते, उपपद्यते, उपपद्य इति उपपद्य इति लब्धरूपम् इति मन्ये. उपपद्य सम्यक् अस्ति वा? अत्र पद्यते इति दिवादिगणीयधातुः, लबन्धमपि लबन्धमपि उपपद्य एव इति अहं चिन्तयामि. उपपद्य करेक्ट् अस्ति वा? साधु एव, साधु एव. विनिवर्तते तत् वदतु. उपपद्य साधु एव, विनिवर्तते, विनिवर्तते, विनिवर्तते, विनिवर्तनं, विनिवर्त्य, विनिवृत्य, विनिवृत्य, लबन्धं विनिवृत्य, लुडन्तं विनिवर्तनं, निवर्तनं विनिवर्तनम् इति ल्युडन्तपदमस्ति. വിനിവൃത്യ ഇതിലെ ബന്ധരൂപം പരായോഗം ആയത് പരാ പരാസനെല്ലായതി ആയതി പലായതേതി ഭവതി കിമപി സൂത്രം കിഞ്ചി സൂത്രമസ്തി തത്ര പലായനം പലായനം പലായിത്വ പലായിത്വ ശുദ്ധം വാ एकवारं तस्मिन् प्रसङ्गे वक्तुम् इच्छामि, भवन्तः जानन्ति चेत् साधु एव. अन्तिमं पदमस्ति पलायते, किन्तु उपसर्गं पश्यन्तु, परा अस्ति. परायोगः अयते, तत्र अया इति गत्यर्थकधातुः, भुवादिगणे गत्यर्थकधातुः एकः अस्ति, तस्य रूपम् अयते, आत्मनेपदरूपम् अस्ति. परायोगः अयते, पलायते इति रूपं भवति. रेफस्य स्थाने लत्वं भवति, इत्युक्ते लकारः आयाति. उपसर्गस्य रेफस्य स्थाने लकारः आयाति विशिष्टसूत्रेण. सूत्रं किम् इत्युक्ते उपसर्गस्यायतौ 8-19 उपसर्गस्यायतौ इति सूत्रेण उपसर्गे स्थितस्य रेफस्य स्थाने लकारः आयाति इति कृत्वा पलायते इति रूपम् अस्ति. किन्तु उपसर्गः तु परा अस्ति. ल्युडन्तं रूपमपि पलायनं. भगिनि तत्र आत्मनेपदी रूपाणि तत्र उपसर्ग योजयित्वा अर्थपरिवर्तनं भवति तत्र आदत्ते इत्युक्ते समानार्थकः अर्थपोषणमेव भगिनि. आदाय इत्युक्ते स्वीकृत्य इति अर्थः. विपरीतार्थकः वा तत्र भगिनि? आदाय इति इन्कम् इति अपि अस्ति किल. आदाय आदाय इति ल्यबन्तं रूपम् अस्ति. पूर्णमादाय पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. तस्मिन् श्लोके आदाय इति पदं हेविङ्ग् कम् इति आदाय इति ल्यबन्तं रूपं दाधातोः रूपम् आ उपसर्गपूर्वकः. आदाय इति कथनेन स्वीकृत्य इति भवितुम् अर्हति. अर्थभेदः अस्ति इति भाति. अपि च उपरमते तु अर्थपोषणमेव न भगिनि? उप इत्युक्ते समीप इति अर्थः अस्ति. पार्श्वे कानिचन वाक्यानि वा श्लोकाः सन्ति चेत् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. विनिवर्तते अपि अर्थभेदः अस्ति वा तत्र? अस्ति. विनिवर्तते निषेधार्थे भवति. नि इति उपसर्गस्य प्रयोगः. वृत्तधातोः रूपं वर्तते अस्ति. निवर्तते निवर्तते इत्युक्ते निषेधार्थे साधारणतया नि उपसर्गस्य प्रयोगः निषेधार्थे भवति. निवारणम् उपपद्यते. उप अपि समीपार्थे. पद्यते इत्युक्ते किं भगिनि? क्षम्यतां, प्रपद्यते इति पूर्वम् उक्तवती. क्षम्यतां, न स्मरामि. पद्यते प्रपद्यते. पद्यते इति दिवादिगणीयगत्यर्थकधातुः. पद्यम् इति पदं वयं जानीमः खलु, पद्यं गद्यं. पद् धातोः रूपमेव पद्यं. प्रपद्यते सम्पद्यते प्रपद्यते सम्पद्यते सम्पादनम् इति अर्थे वा? सम्पादनम् इति कथनेन पुनः तत्र णिच् रूपम् अस्ति. एक्वायर् एटैन् एटैन् इत्यस्मिन् अर्थे भवितुम् अर्हति. पद्यते इत्युक्ते अटेन् भगिनि? पद् धातोः अर्थः एटैन् इति. एटैन् अथवा एक्वायर्. अग्रे उपसर्गाः दत्ताः. शोभा भगिनी एकवारं पठतु. आं भगिनि, तत्र अन्यत् परा आयते इति पलायते इति अभवत् किल, तत्र द्वे रूपे अपि समीचीनः एव वा? परायते अपि पलायते इति दृष्टवती. द्वे अपि दत्तः. मया किं दृष्टम् इत्युक्ते उपसर्गस्यायतौ इति सूत्रेण रेफस्य स्थाने लकारः आयाति, लत्वं भवति इति कृत्वा पलायते इति रूपमेव भवति. वैकल्पिका नास्ति. वैकल्पिका नास्ति. अग्रे अवधेयम् उपसर्गाः द्वाविंशतिः सन्ति. ते च प्रा परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप इति तान् तेषाम् अर्था अर्थाः इति भवति वा भगिनि दृष्टवन्तः केषाञ्चित् कृते किञ्चित् भ्रमः अस्ति मम अपि अस्तु किं वदनीयं तत्र भगिनि केवलम् अत्र आवलिः पठितवती अग्रे पठतु अग्रे अलं बहिस् अन्तर् इति शब्दानि इत्यादयः उपसर्गतुल्याः एव भवन्ति तत्र उदाहरणं दत्तं यथा अलं योगः करोति अलङ्करोति इति नूतनपदं सिद्ध्यति अलमित्युक्ते पर्याप्तम् इति अर्थे भवति अपि च तेन सह करोति इति योजयामः चेत् अलङ्करोति इति भिन्न अर्थः भवति तत्र अलङ्करोति इत्यस्मिन् अपि परसवर्णादेशः कृतः खलु आम् आम् आम् तत्र अलमपि उपसर्ग इव अस्ति इति कृत्वा पदम् एव भवति किल हा तत्र पदम् अस्ति इति कृत्वा प्रथमं मोनुस्वारः तेन अनुस्वारः आगच्छति अनुस्वारस्य आदेशः तदनन्तरं तत्र पदमस्ति इति कृत्वा वा पदान्तस्य इत्यनेन विकल्पेन अलं तत्र किं दत्तमस्ति तादृशः रूपं भवति अलङ्करोति कवर्गस्य अनुनासिक वर्णः परवर्णः कवर्गीय अस्ति इति कृत्वा नो चेत् अलङ्करोति अनुस्वारसहित अपि सम्यक् अस्ति अहं किं दृष्टवती इत्युक्ते स्वरादिगणीयशब्दाः एते अलम् इति एकं पदमस्ति बहिस् इति पदमपि स्वरादिगणे एव अस्ति अन्तर् इति पदमपि स्वरादिगणे अस्ति स्वरादिगणे बहवः शब्दाः सन्ति स्वरादिगणः आकृतिगणः आकृतिगणः इत्युक्ते अन्येषां शब्दानां योजनमपि तत्र भवितुं शक्नोति इत्युक्ते अन्येषां नूतनानां पदानाम् आयोजनमपि अस्मिन् गणे भवितुमर्हति किन्तु मूलतः केचन शब्दाः दत्ताः तेषु अन्यतमपदानि एव अत्र दत्तानि अलं बहिस् अन्तर् अन्तर् इति रेफान्त अव्ययम् अलम् इति शब्दः अपि स्वरादिगणे अस्ति पूर्वस्मिन् वर्गे शुभदा भगिनी पृष्टवती बहिष्करोति बहिष्कृतम् इत्यादिषु पदेषु अन्त्यस्थितस्य दन्त्यसकारस्य षत्वं कथं भवति इति अवगन्तुम् एकं करपत्रं प्रेषितवती विशिष्टसूत्रेण तत्र कार्यं भवति ईदुदु पदस्य चा प्रत्ययस्य इति सूत्रेण तत्र षत्वं भवति ईदुदु पदस्य चा प्रत्ययस्य सूत्रेण षकारादेशः भवति तत्र सूत्रं किं वदति इत्युक्ते ह्रस्व इकारात् ह्रस्व उकारात् परः विद्यमानः विसर्गः प्रत्ययस्य विसर्गः नास्ति चेत् सः सकारः प्रत्ययात् आगतः सकारः नास्ति चेत् इत्युक्ते अत्र बहिस् इत्यस्मिन् पदे यः सकारः अन्ते श्रूयते सः सकारः प्रत्ययात् आगतः नास्ति प्रत्ययात् आगतः सकारः नास्ति अपि च बहिस् इति पदस्य अनन्तरं किं पदमस्ति करोति करोति इति अस्ति इत्युक्ते आदिमवर्णः ककारः अस्ति ककारः परवर्णः अस्ति इति कारणतः दन्त्यसकारस्य स्थाने षकारादेशः भवति सूत्रं पुनः वदामि ईदुदु पदस्य चा प्रत्ययस्य इति सूत्रेण सकारस्य स्थाने षकारादेशः भवति सकारः डैरेक्ट्लि षत्वं भवति वा इति प्रश्नः आयाति आदौ किं भवति सकारस्य ससजुषोरुः इति सूत्रेण रुत्वं भवति पश्चात् खरवसानयोर्विसर्जनीयः सूत्रेण रेफः भवति अन्ततो गत्वा रेफस्य स्थाने षकारादेशः भवति इति विषयः तदर्थमेव अत्र बहिस् इति मूलरूपमस्ति सकारस्य स्थाने ससजुषोरुः इत्यनेन बहिर् भवति पश्चात् खरवसानयोर्विसर्जनीयः सूत्रेण बहिः भवति बहिः इत्यस्मिन् स्थितस्य विसर्गस्य स्थाने षत्वम् अनेन सूत्रेण भवति इति कृत्वा बहिष्करोति इति रूपम् अग्रिमं पदम् अन्तर्भवति वदतु भगिनि अन्तर्भवति तत्र अन्तर्योगः भवति तत्र वर्णमेलनमेव अन्तर्भवति इति निष्पन्नः अपि च तावदेव किल भगिनि, तत्र केवलं वर्णमेलनमेव, मेलनमेव, सन्धिः नास्ति. अपि च अग्रिमम् अपि अन्तर्योगः वसति, अन्तर्वसति इति तत्रापि वर्णमेलनमेव. उत्तमं. बहिस् इति तादृशः अपि दुस् दुर् आविस् चतुर् प्रादुस् इति अपि सन्ति किल? आम्, तेषु स्थलेषु अपि अनेन सूत्रेणैव कार्यं भवति. षत्वं कियत्कि भगिनी भवती करोतु? स्वी, उष्णी, सज्जी इत्यादयः अपि उपसर्गतुल्याः सन्ति. यथा स्वी योग करोति, स्वी करोति. भगिनी, ऐ डोण्ट् नो हौ टु एक्स्प्लेन् बट् ऐ केन् रीड् जस्ट्. उष्णी योग करोति, उष्णी करोति. सज्जी योग करोति, सज्जी करोति. स्वी, उष्णी, सज्जी इत्यादयः उपसर्गतुल्याः, उपसर्गसमानाः. तुल्यं, तुल्यम् इत्युक्ते सदृशं, समानं. संस्कृतभाषायां तुल्यम् इति एकं पदं, मूल्यम् इति अन्यत् पदं, धर्म्यं. तुल्यं, मूल्यं, धर्म्यम् एतानि त्रीणि पदानि एकेन विशिष्टसूत्रेण यत् प्रत्ययस्य योजनेन निर्मितानि पदानि. मूल्यं, तुल्यं, धर्म्यम्. अत्र पदं पश्यन्तु, उष्णीकरोति, सज्जीकरोति इति लिखितमस्ति. एतादृशानि पदानि, अन्यानि पदानि, कानिचन पदानि वदामि. दूरीकरोति, स्पष्टीकरोति, लघ्वीभवति, सफलीकरोति, विशदीकरोति, विमलीकरोति, विकचीकरोति, स्पष्टीभवति इत्यादीनि पदानि सन्ति. एतेषु पदेषु च्वि इति एकः प्रत्ययः अस्ति. च्वि प्रत्ययान्तशब्दाः एते शब्दाः. दूरीकरोति, यद्यपि एते शब्दाः उपसर्गाः न सन्ति, तथापि ते उपसर्गसमानाः. उष्णीकरोति इति क्रियापदमस्ति, तत्र ल्यबन्तं किं भवति? उष्णत्वं, ल्यबन्तम्, उष्णीकृत्य, उष्णीकृत्य, सज्जीकृत्य, उष्णीकृत्य, सज्जीकृत्य, स्वीकृत्य, स्वीकृत्य. दूरीकरोति अस्ति चेत् दूरीकृत्य, स्पष्टीकृत्य, विशदीकृत्य, विकचीकृत्य. च्वि नाम्ना एकः प्रत्ययः अस्ति. एते शब्दाः च्वि प्रत्ययान्तशब्दाः. तत्र स्थगयाम. अग्रिमे सप्ताहे उपसर्गनियमाः, नियमाः इत्युक्ते उपसर्गाणां प्रयोजनानि कानि, अपि च उपसर्गाणां योजनेन आत्मनेपदिनः परस्मैपदिरूपं स्वीकुर्वन्ति. परस्मैपदि धातुः अस्ति चेत् आत्मनेपदिरूपं स्वीकरोति. एतत् सर्वम् अग्रे आयास्यति. अद्य वयम् अत्र स्थगयामः. आगामिसप्ताहे पुनः मिलित्वा किञ्चित् चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.